स्वागतं सर्वेषाम्। अत्र सोमवार न्यायचिन्तनवर्गः अत्र द्व्यधिकद्विशततमे पुटे स्मः। तत्र आरम्भे सर्व पुटस्य उपरि एकं वाक्यमस्ति खलु, हेतौ हि। तस्मिन् विषये किञ्चित् चर्चा अभवत्। तत्र किं किं पदानां किं किं महत्त्वम् इति पुनः अवलोकितं। तर्हि रामप्रिया भगिनी, तत् परिच्छेदं पठति वा? हेतौ हि, हेतौ हि यन्निरूपितवृत्तित्वं परामर्शविषयः स एव पदार्थः अनुमितौ विशेष्यविधया भासते न अन्यः। पूर्णतया वा महोदय? प्रकृते च पञ्चावयववाक्यजन्यबोधेन जायमाने परामर्शे पर्वतः विशेष्यविधया भासते इति स एव अनुमितिविशेष्यः न अन्यः। एवंविधं प्रयोजनं बुद्धौ निधाय व्याप्तिः पक्षधर्मता च द्वौ हेतुगुणौ इति आहुः। तत्र वयं गतसप्ताहे हेतौ द्वौ गुणौ, आं वदतु महोदय। प्रथमवाक्ये किं किम्? अस्तु, हेतौ हि यन्निरूपितवृत्तित्वं परामर्शविषयः स एव पदार्थः अनुमितौ विशेषविधया भासते न अन्यः इति वाक्यमस्ति। तत्र हेतौ गुणद्वयम् अस्ति इति वयं दृष्टवन्तः। तत्र यन्निरूपितवृत्तित्वम् इति पदं स्वीकुर्मः चेत् तत्र यत् इत्युक्ते पर्वतः, पर्वतनिरूपितवृत्तित्वं हेतौ परामर्शविषयः, परामर्शविषयः इत्युक्ते पर्वतः, पर्वतः एव पर्वतः पर्वतनिरूपितवृत्तित्वं हेतौ एव तदेव परामर्शविषयः स एव पदार्थः, पदार्थः इत्युक्ते पर्वतः पुनः अनुमितौ इत्युक्ते अनुमितिस्थले विशेष्यविधया भासते। यदा पर्वतः वन्निमान् इति स्वीकुर्मः चेत् तत्र अनुमित्यादौ स्थले तत्र वन्निमान् इति विशेषणं, पर्वतः इति विशेष्यः, तदेव पर्वतः एव विशेष्यविधया भासते, किमपि अन्यः नास्ति पर्वतविषये। हेतौ पर्वतविषये, सम्यक्। केवलम् एकः वदामि, तत्र परामर्शविषयः अस्ति खलु, तत्र च विषयः न तु पर्वतः, वृत्तित्वमेव हेतो वृत्तित्वमेव परामर्शविषयः, तद् स च वृत्तित्वम् इति अस्ति। वृत्तित्वं परामर्शविषयः अस्ति, अन्यत् सर्वं यथा भवत्या उक्तं, पर्वतः एव पदार्थः अनुमितो विशेष्यः इत्युक्ते यत् यस्मिन् अधिकरणे हेतौ हेतुः अस्ति स एव अधिकरणं साध्यस्य भवेत्। हेतु साध्ये साध्याधिकरणे पक्षे एव हेतुः अस्ति खलु, पक्षे एव साध्यः अपि अस्ति। एकस्मिन् अधिकरणे एव हेतुः अपि भवेत्, साध्यः अपि, धूमः अपि भवेत्, वह्नि अपि भवेत् इति आहत्य मूलविषयः। अपि च एकं वदामि, तत्र कदा कदापि मम मनसि किञ्चित् भ्रमः आगच्छति इत्युक्ते एकस्मिन् अधिकरणे एव वह्निः अपि भवेत्, भूमिः अपि भवेत्, तत् समीचीनमेव, किन्तु अस्माकम् अनुभवः अस्ति वह्नेः उपरि तत्र धूमः आगच्छति, अतः धूमस्य अधिकरणं वह्निः अपि चिन्तयितुं शक्यते खलु? धूमस्य अधिकरणं वह्निः, अस्माकम् अनुभवः अस्ति खलु वन्येः उपरि धूमः आगच्छति इति. अनन्तरं तत् सर्वत्र प्रसारयति, तत् समीचीनं, तदपि अस्ति. अतः धूमः वन्येः अपेक्षया स्वतन्त्रतया इत्र अत्र इतः तत् इत्र तत्र गच्छति इति गच्छति. अतः तस्य अधिकरणं पक्ष पर्वतः अन्य किमपि अधिकरणम् अस्ति. किन्तु प्रथमं धूमात् वह्नेः आरभ्य एव धूमः आगच्छति इति कृत्वा वह्ने धूमस्य अधिकरणं वह्निः अपि चिन्तयितुं शक्नुमः वा इति मम मनसि संशयः आगच्छति. किम् अनुभवरीत्या तथा वक्तुं शक्नुमः, किन्तु शास्त्रे तथा न व्यवह्रियते. वह्निधूमयोः समानाधिकरणम् अस्ति, तत्तु पर्वते पक्षे अस्ति इति सर्वत्र. किन्तु तत्र चिन्तयामि, तत्र धूमः वह्नितः गच्छति वा काष्ठतः आगच्छति वा? सैंटिफिक् क्वेश्चन् चिन्तनीयम्. आम् काष्ठतः आगच्छति अपि, काष्ठतः अपि आगच्छति. आम् वह्ने उपरि अपि अस्ति, काष्ठतः अपि अस्ति, सर्वत्र अस्ति धूमः. इत्युक्ते यदि वयं म्याच् बाक्स् कुर्मः झटिति तत्र वह्ने उपरि आगच्छति, अपि च काष्ठतः अपि आगच्छति खलु. फैर् प्लेस् मध्ये अपि तथैव, फैर् प्लेस् मध्ये तु तत्र धूमः चिमिनि द्वारा आगच्छति, किन्तु तत्र तु वह्निः एव अधिकरणम् इति वक्तुं शक्यते. ऐ मीन् द वेट् यदा तत् उपरि गच्छति तत्र तु वह्निः एव अधिकरणं. कुत्रचित् स्मोक्लेस् लाग् इति प्राप्यते खलु, तत्र वन्य अस्ति किन्तु धूमः नास्ति इति अस्ति. तर्हि एवं वा, तर्हि काष्ठस्य किञ्चित् वैचित्र्यम् अस्ति खलु. अनुचन काष्ठानि केचन काष्ठ. महोदय, द्वौ अपि समानरीत्या आगच्छति किल, काष्ठात् आगच्छति चेत् वा अस्माकं महानसे इति चिन्तयामि. तत्र तत्र यदा अग्निः आगच्छति तदा धूमः अपि आगच्छति किल समानसमये. सत्यं, प्रथमम् अग्निः अनन्तरं धूमः इति किमपि नास्ति किल. तत्तु अस्ति समानसमये, किञ्चित् समानसमये एव समानसमये इति प्रायः क्षणभेदः, क्षणभेदः. धूमः कार्यं चेत् पूर्वक्षणे वह्नि भवेत्, तथा तु अस्ति. किन्तु शास्त्रे महानसम् इति एकः पक्षः, यज्ञः यज्ञशाला एकः पक्षः, पर्वतः पक्षः इति तु तथैव अस्ति. किन्तु वैज्ञानिकरीत्या यथा भवति वदति तथा सत्यमेव भासते. खलु, एकं वदामि, अत्र वयम् अत्र पुस्तकात् पठामः, किन्तु वर्गे किञ्चित् चर्चा अभवत्, तत्र टेक्निकल् चर्चा इति आसीत्, अहं न सम्यक्तया पुनर्वक्तुं शक्नोमि. समयः लभ्यते चेत् फस्ट् 15 मिनिट्स् अपि च अन्त 15 मिनिट्स् तत्र द्रोणमहोदयस्य वर्गात् शृण्वन्तु कृपया. मध्ये सर्वं वयं कुर्मः, तत्र आरम्भे किञ्चित् चर्चा जाता, अन्ते किञ्चित् चर्चा जाता, तत्र समयावकाशः अस्ति चेत् कृपया शृण्वन्तु. अवश्यं महोदय. अस्तु अग्रे नमस्ते भगिनि. निगमनवाक्ये अस्तु, निगमनवाक्ये बोधवर्णनम्. प्रकृतम् अनुसरामः. उपनयवाक्येन धूमे व्याप्तिः पक्षधर्मता च बोधिता. तादृशगुणवता हेतुना बोध्यः वह्निः पर्वते अस्ति इति बोधनाय निगमनवाक्यम् इति वा बोधनाय अग्रिमवाक्यं यत् अग्रिमवाक्यं क्षम्यताम् अग्रिमवाक्यं यत् प्रवर्तते निगमनरूपं तदाह तस्मात् तथा इति. इह प्रथमतत्पदेन पूर्ववाक्योक्तः वह्निव्याप्य पर्वतवृत्तिधूमः ग्राह्यः. पञ्चम्यर्थः बोध्यत्वं. तच्च द्वितीयतत्पदार्थे वह्नौ सम्बध्यते. तद् उत्तरवर्ति ताल् प्रत्ययस्य पूर्ववत् आश्रयत्वम् अर्थः. उपनयात् अयमिति पर्वतबोधकं पदम् अत्र अनुसञ्चनीयम् अस्तु. प्रकृतम् अनुसरामः इत्युक्ते इदानीं यद् अस्माकं प्रकृतविषयः तत् प्रति गच्छामः. तत्र उपनयवाक्येन धूमे व्याप्तिः पक्षधर्मता च बोधिता. प्रथमम् अस्माकं पञ्च अवयववाक्यानि प्रतिज्ञाहेतु उदाहरणम् उपनयनं निगमनं. पूर्वं वयं उपनयवाक्ये तत्र गुणद्वयम् अस्ति इति दृष्टवन्तः. तदेव व्याप्तिः पक्षधर्मता धूमे अस्ति इति. तादृशगुणवता हेतुना बोध्यः वह्निः पर्वते अस्ति इति बोधनाय अग्रिमवाक्यं यत् प्रवर्तते निगमनरूपं तदाह. अस्तु, इदानीं निगमनवाक्यम् इत्युक्ते किम् इति. यद् हेतुना बोध्यः उपनयवाक्यं किम् उपनयवाक्यम् अस्ति तथा च अयं किल निगमनवाक्यं तथा च तद् सम्यक् अस्तु. तस्मात् तथा तस्मात् तथा इति निगमनवाक्यं. तथा च अयम् इति उपनयवाक्यं. तस्मात् तथा इति निगमनवाक्यं. तत्र हेतुना बोध्यः वह्निः. हेतुना किं बोध्यः? बोध्यः इदानीं वह्निः अस्ति. वह्निः पर्वते अस्ति इति बोधनाय अग्रिमवाक्यं यत् प्रवर्तते निगमनरूपं तदाह. अस्तु, तथा इति पदेन यद् बोध्यः वह्निः तद् पर्वते अस्ति इति यद् बोधनाय यद् वाक्यम् अस्ति तदेव निगमनवाक्यम्. अस्तु, समीचीनं वा महोदय? तादृशगुणवता कीदृशगुणवता अस्तु, तादृशगुणवता हेतुना इति तृतीया अस्ति. कीदृशी गुणवता? व्याप्ति पक्षधर्मता तया बोधिता गुणवता. गुणद्वयम् अस्ति इति पठितं खलु. गुणद्वयेन हेतुना कः बोध्यः? वह्निः बोध्यः. वह्निः किं? वह्निः वाक्ये किं? वह्निः वह्निः पर्वते अस्ति इति बोध्यः इति बोधनाय. अस्तु, अवगतम्. वह्निः पर्वते इति पर्वते अस्ति इति बोधनाय यद् अग्रिमवाक्यं वयम् उपयुज्यामः तदेव निगमनवाक्यं. तदेव तस्मात् तथा इति दोषेन उक्तं. बोध्यः वह्निः एव, किन्तु भवत्या उक्तं वह्निः पर्वते अस्ति इति बोधनाय निगमनवाक्यम्. ओ अस्तु, बोध्यः वह्निः. अस्तु, इह इति प्रथमतत्पदेन पूर्ववाक्योक्तः वह्निव्याप्य पर्वतवृत्तिधूमः ग्राह्यः. पञ्चम्यर्थः बोध्यत्वम्. अस्तु, अत्र यत् पदं तस्मात् तदा इति पदे यत् तत् पदम् अस्ति तद् पूर्ववाक्योक्तः वह्निव्याप्य पूर्ववृत्तिधूमः ग्राह्यः. तत्पदेन किं ग्राह्यम् इत्युक्ते वह्निव्याप्य पूर्ववृत्तिधूमः, वह्निव्याप्य पूर्ववृत्तिधूमः ग्राह्यः तत्पदेन. अस्तु, तस्मात् इति वह्निव्याप्य पूर्व न, वह्निव्याप्य पर्वतवृत्तिः. क्षम्यतां, पर्वत पर्वतवृत्तिधूमः, वह्निव्याप्य पर्वतवृत्तिधूमः ग्राह्यः तत्पदेन. तत्तु पञ्चमी अर्थं, तस्मात् इत्युक्ते पञ्चमी अर्थः, तत् वयं जानीमः. बोध्यत्वं, बोध्यत्वम् इत्युक्ते तस्मात् इत्यस्य स्थाने तत् इति अस्मात् इति स्वीकरोतु. तत् वह्निव्याप्य धूमः इत्यस्मात् बोध्यते. किं बोध्यते? बोध्यत्वं किं बोध्यते? किं बोध्यते इत्युक्ते वह्नि पर्वते अस्ति इति बोध्यते. तथा तदेव चित्ररूपेण अपि दत्तमस्ति. अस्तु, तत् इति पदेन वह्निव्याप्य धूमः, स्मात् इति पदेन बोध्यत्वं, तच्च द्वितीयतत्पद पदार्थे वन्नौ सम्बध्यते. द्वितीयतत्पदम् इत्युक्ते तस्मात् तथा इत्यस्य तथा इति द्वितीयपदेन द्वितीयतत् पदार्थे वन्नौ सम्बध्यते. तत् इति इदानीं स्वीकुर्मः चेत् तत्तु वह्निः अस्ति. तत्र था इति तद् उत्तरवर्ति थाल् प्रत्ययस्य पूर्ववत् आश्रयत्वम् इति अर्थः. तदेव वयं यदा तथा चायम् इति दृष्टान्ते दृष्टवन्तः, तादृशमेव अत्रापि था इति प्रत्ययः कः, ताल् प्रत्ययः, ताल् तद्धित इति चिन्तयामि. थाल् प्रत्ययः आश्रयत्वं सूचयति. अयम् इति पर्वतः एव, उपनयात् अयम् इति पर्वतबोधकं पदम् अत्र अनुशंसनीयं. तद् अयम् इति अनुवृत्तिरूपेण प्रायः आगच्छति पूर्वपदात्, पूर्वपदात् पर्वतः सूचयति. चित्रं दर्शयतु कृपया. तत्र चित्रे तत् इति पदम् अस्ति. तत् पदं वह्निव्याप्य धूमः सूचयति. स्मात् इति यत् पञ्चमी अन्तम् अस्ति, बोधयत्वं सूचयति. द्वितीयपदं तत् वह्निः सूचयति. था इति अस्माकं थाल् प्रत्ययः आश्रयत्वं सूचयति. अयम् इति यद् पूर्व वाक्यात् वयम् अत्र अनुशंसनीयं, तदेव पर्वतः सूचयति. नूतनपदमस्ति. लक्ष्मी भगिनी, प्रश्नः अस्ति वा? प्रश्नः, अहमपि एकवारं प्रयत्नं करोमि महोदय. अवश्यम्. अस्तु, अत्र सुचित्रं दृष्ट्वा अत्र तत्र द्विवारं तत्र तस्मात् तथा इति अस्ति खलु, तत्र किमर्थं तत्र तस्मात् तथा इति तस्य अन्वयः कथं करणीयं इति तदेव प्रश्नः खलु. इत्युक्ते तस्य अन्वयः वह्नेः वह्निना सह अपि च पर्वतेन सह इति तत्र विषयद्वयमस्ति खलु. प्रथमं तत् स्मात् तत् तथा तत् अयम् इत्युक्ते तत्र प्रथमं तत् अस्ति, प्रथमं तत् अस्ति वह्नेः विशेषणं, वह्निव्याप्य वह्नेः विशेषणं धूमस्य विशेषणं, वह्निव्याप्य धूमः वह्निव्याप्य पर्वतवृत्तिधूमः इति. इत्युक्ते धूमः वह्निव्याप्यः अस्ति, अपि च पर्वते पर्वते अपि अस्ति इति, वह्निव्याप्य पर्वतवृत्तिधूमः इति प्रथमं प्रथमतत्पदेन आगच्छति. अनन्तरं द्वितीयतत्पदं ताल् प्रत्यययोजनेन अस्तु, पुनः पुनः पुनः तत् वह्नेः वह्निना सह सम्बन्धमेव पुनः स्वीक्रियते. इत्युक्ते तच्च द्वितीयतत्पदार्थे वह्नौ सम्बध्यते. तत्र पूर्वमेव तत्र वह्निना सम्बन्धम् आसीत् खलु, वह्निव्याप्य पर्वतवृत्तिधूमः इति. पुनः पुनः किमर्थं तत्र वह्नौ वह्निना सह सम्बन्धम् इष्यते? तस्मात् तथा तच्च तद्वाक्यस्य तत् इत्यस्मात् तत् आश्रयः च अयम् अयं ब्राकेट्स् इति स्वीकरोतु. तत् इत्यस्मात् तत् आश्रयः अयं पर्वतः इति चित्रे दर्शितं. तत् इतः भवत्या उक्तं वह्निव्याप्य धूमः. ओहो, तस्मात् किं बोधयति? तत् तत् पदं बोध्यः, तत्पदं वह्निव्याप्य धूमः इति बोध्यः किं बोधयति? किं बोध्यं? कः बोध्यः? वह्निः. वह्निं बोधयति, वह्निं वह्नेः आश्रयं बोधयति. तथा ताल् इति प्रत्ययः वह्नेः आश्रयम् आश्रयत्वं बोधयति. आश्रय आश्रयत्ववान् कः? पर्वतः, पक्षः, पर्वतः. आमां, पर्वपक्षः, आश्रयः पक्षः इति. तत् वह्निव्याप्य धूमः इत्यस्मात् किका बोध्यः? वह्निः बोध्यः. वह्नेः थाल् प्रत्ययः वह्नेः आश्रयत्वं बोधयति. कुत्र? पक्षे. ओ अस्तु, वह्नेः आश्रयत्वम् अपि बोधनीयं. केवलं वह्निभूमयोः सम्बन्धम् अपि च धूमस्य वृत्तित्वं धूमस्य वृत्तित्वं वह्नेः वह्नेः आश्रयत्वमपि वह्निधूमयोः मध्ये वह्निधूमयोः समानाधिकरणमपि सर्वं आगच्छति. अस्तु खलु. अस्तु, तदा द्वितीयचित्रं दर्शयतु. अस्तु, वह्निव्याप्य धूमः वह्निव्याप्य धूमः इति बोध्यत्वं वह्निव्याप्य धूमः वह्निव्याप्य धूमः इति वह्निव्याप्य धूमः इति पदेन वह्नेः बोधनं भवति भवति. अनन्तरं तथा इति पदेन वह्नेः आश्रयम् आश्रयत्वमपि बोध्यते, पर्वतः इति इति दर्शितरीत्या पदार्थानां सम्बन्धे वह्निव्याप्यधूमः वह्निव्याप्यधूमः इति पदेन वह्नेः बोधनम्, अनन्तरं वह्नेः वह्निः पर्वतः वह्नेः आश्रयत्वान् वह्नेः आश्रयत्ववान् पर्वतः. वाक्यं केवलं वाक्यं कथं भवति? अस्ति वा निगमनवाक्यं वा? किं वाक्यं? निगमनवाक्यं न, निगमनवाक्यं न, किन्तु यदा वयं वदामः खलु पर्वतनिष्ठ पर्वतनिष्ठविशेषः इति, तादृश किमपि वाक्यरचना एवमेव शरं दृष्ट्वा शरस्य दिशि दृष्ट्वा वदामः तथा अत्र कथं वदामः अत्र वर्गे अहं मया अवगतं प्रश्नः न अवगतः पुनः पृच्छतु कीदृशं यदा पूर्वं पृष्टवन्तः खलु वन् पर्वतनिष्ठविशेष्यता विशेष्यता निरूपितप्रकारता इति तादृश तथा वक्तुं शक्नुमः अवश्यं तत्तु सत्यमस्ति तथा अपि च वर्गे उक्तं भवन्तः शृण्वन्तु भवत्याः शृण्वन्तु तत्र वादद्वयमस्ति नैयायिकवादः मीमांसिकवादः तत्र नैयायिकाः वदन्ति अभिहिता अन्वय अभिधानम् इत्युक्ते तत्र ज्ञानद्वयम् अस्ति टु पीसेस् आफ् नालेज् वह्निव्याप्य धूमवान् धूमः पर्वते अस्ति अस्ति पर्वते पर्वताश्रयः इति तस्मात् तथा इति नैयायिकमतं मीमांसिका ते वदन्ति एकमेव ज्ञानं सर्वं मिलित्वा पर्वतो वह्निमा इति एकं ज्ञानम् अत्र खण्डशः ज्ञानमस्ति इति अत्र शब्दखण्डे उक्तं खलु अत्र अत्र शाब्दज्ञानम् अस्ति अत्र शब्दखण्ड इति का इत्युक्ते अस्माभिः पठितं खलु प्रमाणचतुर्थं चतुष्टयं प्रत्यक्षम् अनुमानम् उपमानं शब्दबोधः अत्र च पदैः उपस्थितानां पदार्थानां परस्परसम्बन्धे विशेषः शब्दखण्डे शाब्दबोधस्य यथा विवरणं भवति अग्रे पुस्तके तत्र निरूपयिष्यते अस्तु महोदय तत्र नैयायिकाः अभिहित किं वदन्ति किम् अभिहिता अन्वित अभिहिता अन्वय अभिधानम् इति मया श्रुतं सम्यक्तया प्रायः न श्रुतं भवत्याः स्वयं शृण्वन्तु तत्र सैड् बार् एव सैड् बार् एव किन्तु केवलं तत्र अत्र ज्ञानद्वयम् इति पृथक् पृथक् ज्ञानमस्ति अत्र तथा इति अहं चिन्तयामि अन्वय अभिधानम् अभिहिता अन्वित अन्विताभिधानम् अन्वय अन्विताभिधानम् अन्वय अभिहिता अन्वित वा अभिहिता अन्वय वा इति न स्मरामि अन्यत्र अन्वित अभिधानम् इति प्रायः अस्तु अग्रे पठतु एवं च प्रश्नः अस्ति वा एतावता अग्रे अस्मिन् भगिनी पठतु एवं च आम् अस्तु एवं च निगमनजन्यबोधे जाते श्रोतुः परामर्शः उत्पद्यते ततश्च तस्य पर्वतो वह्निमान् इति अनुमतिः उत्पद्यते एतत् तत्त्वं तु असकृदा वेदितमेव इति नात्र बहु वक्तव्यम् अस्तु एवं च निगमनजन्यबोधे निगमनवाक्यस्य जन्यः जन्येन यत् ज्ञानं यत् ज्ञानं स्फुरति तत् श्रोतुः परामर्शः उत्पद्यते अस्तु श्रोतुः मनसि अस्मिन् निगमनवाक्यस्य आवश्यकता किमर्थम् इत्युक्ते श्रोतुः मनसि परामर्शः जायते इति परामर्शः इत्युक्ते तत्र वह्निव्याप्य धूमः अपि च पर्वतः वह्निव्याप्य पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः श्रोतुः मनसि श्रोतुः मनसि ज्ञानम् आगच्छेत् इति निगमनवाक्यस्य प्रयोजनम् ततश्च तस्य पर्वतः वह्निमान् इति अनुमतिः उत्पद्यते तदनन्तरं श्रोतुः मनसि एव अनुमतेः स्वरूपम् आगच्छति पर्वतः वह्निमान् इति एतत् तत्त्वं तु असकृत् इत्युक्ते जानामि वर्गे बहुवारम् इति उक्तं बहुवारम् आम् अस्तु अस्तु बहु आवेदितम् उक्तं बोधितम् इति अत्र न अवश्यं बहु न अवश्यम् अस्तु अग्रे रमप्रिया भगिनी आं महोदय अनुमितिप्रकरणे तल्लक्षणम् अभिधाय तज्जनकीभूतपरामर्शे विषयीभवन्ती व्याप्तिः पक्षधर्मता च उक्ते ततः कथं व्याप्तिज्ञानं परामर्शं जनयति कथं वा परामर्शः जनयति व्याप्तिज्ञानं परामर्शं जनयति कथां वा परामर्शः जनयति अनुमितिम् इति निरूप्य यत्तु स्वयं धूमादि अग्निम् अनुमाय इत्यादिना परार्थ अनुमान प्रयोजक पञ्च अवयवान् ग्रन्थकारः दर्शितवान् इदानीम् उभयत्र निरूपितं परामर्शस्य अनुमितिप्रकरणत्वम् असाधारणकारणत्वरूपम् उपसंहरति तस्मात् स्वार्थ अनुमिति परार्थ अनुमित्योः लिङ्गपरामर्शः एव कारणम् इति करणम् इति अनुमितिप्रकरणे तल् लक्षणम् अभिधाय अस्तु अनुमितिप्रकरणे अनुमितेः लक्षणं अभिधाय इत्युक्ते उक्त्वा उक्त्वा एव तज्जनकीभूतपरामर्शे अनुमितिजनकीभूतपरामर्शः परामर्शे विषयीभवन्ती इति स्त्रीलिङ्गम् अस्तु व्याप्तिः पक्षधर्मता च उक्ते तत्र परामर्शे आम् तत्तु वयं दृष्टवन्तः परामर्शे विषयीभवन्ति व्याप्तिः पक्षधर्मता इति उक्ते अपि स्त्रीलिङ्गपदमेव इति उक्तवन्तः पूर्वम् इत्येव किमर्थम् उक्ते अनुमिति उक्ते इति स्त्रीलिङ्गपदम् वचनं द्वितीय द्विवचनमेव पक्षधर्मता व्याप्तिः पक्षधर्मता परामर्शे उक्ते तदेव भवन्ति इति शत्रन्तरूपमस्ति विषयीभवन्ति व्याप्तिः विषयीभवन्ति पक्षधर्मता च परामर्शे उक्ते तादृशं वा तदेव सम्यक् जनकीभूत अनुमितेः जनकः कः अनुमितेः जनकः तज्जनकीभूतपरामर्शः अस्तु. अनुमितेः जनकीभूतः परामर्शः. अनुमितिः जनकीभूत, यस्मिन् जनकः अस्ति जनकी इति दत् इति वा महोदय? यस्मिन् जनकत्वम् अस्ति जनकीभूतः, जनकीभूत परामर्शे जनकत्वम् अस्ति खलु अनुमितेः, अतः जनकीभूत अनुमिते अनुमिति जनकीभूतपरामर्शे विषयी भवन्ति व्याप्ति, विषयी भवन्ति पक्षधर्मता च उक्ते. ततः कथं व्याप्तिज्ञानं परामर्शं जनयन्ति, कथं वा परामर्शः जनयति अनुमिति इति निरूप्य, तत्तु वयं निरूपितवन्तः. व्याप्तिज्ञानं परामर्शं कथं जनयति, अनन्तरं परामर्शः कथं वा परामर्शः जनयति अनुमिति अनुमितिम् इति वयं निरूपितवन्तः. यत् तु स्वयं धूमादि अग्निम् अनुमाय इत्यादिना परार्थ अनुमानं प्रयोजकपञ्चावयवान् ग्रन्थकारः दर्शितवान्. तद् निरूप्य अनन्तरं स्वयं यत् तु स्वयं धूमादि अग्निम् अनुमाय इत्युक्ते धूमादि इति नास्ति, धूमात् अग्निम् अनुमाय, क्षम्यतां पञ्चमी, धूमात् अग्निम् अनुमाय इत्युक्ते स्वयं धूमात् अग्निम् अनुमाय इति परार्थ अनुमानं अनुमान प्रयोजक पञ्च अवयवान् ग्रन्थकारः दर्शितवान्. श्रोतुः कथं स्वयं धूमात् अग्निम् अनुमाय परार्थ अनुमान अनुमान प्रयोजक पञ्च अवयवान् इत्युक्ते प्रयोज पञ्च अवयववाक्यं श्रुत्वा यथा श्रोतुः मनसि कथं धूमात् अग्निः जायते इति अनुमानन्यायं जायते इति एव किल, तदेव दीर्घवाक्येन दत्तमस्ति. परार्थ अनुमान प्रयोजक पञ्च अवयवान्. परार्थ अनुमान प्रयोजकः कः? क्षम्यतां, पञ्च अवयवान् कः? पञ्च अवयवान् इत्युक्ते प्रतिज्ञा, हेतु, उदाहरण, उपनयन, निगमनवाक्यानि. सत्यम्, अस्मिन् वाक्ये कः पञ्च अवयवान्? कः वाक्ये परार्थ अनुमान प्रयोजक पञ्च अवयवान्? अत्र परार्थ अनुमान प्रयोजकः एव पञ्च अवयवान्. ओहो, अस्तु अस्तु. यत् यत् पञ्च अवयवाक्यं परार्थमानं बोधयति, परार्थमानस्य प्रयोजकः अस्ति, तत् किम् इति भवत्या उक्तं, पञ्चवाक्यानि तद् ग्रन्थकारः दर्शितवान्. तर्हि एतस्मात् वाक्यात् किं लभ्यते? स्वार्थानुमानं कथं भवति? तस्मात् पञ्चाव्यवाक्यस्य प्रयोजकेन परार्थानुमानं कथं भवति इति सर्वम् अस्माभिः पठितम्. एवमेव, अस्तु. इदानीम् उभयत्र निरूपितं परामर्शस्य अनुमितिकरणत्वम् असाधारणकारणत्वरूपम् उपसंहरति. उभयत्र इत्युक्ते परार्थ स्वार्थ अनुमानस्थले निरूपितं परामर्शस्य अनुमितिकरणत्वम् अनन्तरम् असाधारणकारणत्वरूपं, परामर्शस्य अनुमितिकरणत्वम् असाधारणकारणत्वरूपं वयं निरूपितवन्तः. उभयत्र इत्युक्ते परार्थ अनुमानस्थले स्वार्थ अनुमानस्थले. तद्य तस्मात् उपसंहरति किम् इत्युक्ते, तस्मात् स्वार्थ अनुमिति परार्थ अनुमित्योः लिङ्गपरामर्शः एव करणम्. लिङ्गपरामर्शः एव स्वार्थ अनुमानस्य परार्थ अनुमानस्य करणम् इति इति उपसंहरति. उपसंहरति इत्युक्ते निर्णयः, निर्णयः वा सत्यं निर्णीतं भवति, निर्णयं करोति. अस्तु, असाधारणकारणम् एव कारणम् इति वयं जानीमः खलु. परामर्शः एव अनुमितेः असाधारणकारणम् अपि च करणम् इति सम्यक्तया पठितं, दर्शितं. दर्शितम् खलु. आं महोदय. लक्ष्मी भगिनी प्रश्नः अस्ति वा? अन्वयव्यतिरेकी हेतुः. द्वौ हेतुगुणौ प्रागुक्तौ, तत्र पक्षधर्मता भवति एकविधा एव, व्याप्तिस्तु द्विविधा. एका अन्वयव्याप्तिः, अपरा व्यतिरेकव्याप्तिः. कश्चित् हेतुः उभयाश्रयोः भवति, उभयाश्रयो भवति. कश्चित् एकैकस्याः एवाश्रयः. तेन च हेतोरपि त्रैविध्यं भवति. तदेव सम्प्रत्याह लिङ्गं त्रिविधिम् इति. अस्तु, पूर्वं हेतोः गुणं दृष्टवन्तः. ते तौ गुणद्वयम् इति उक्तं. गुणद्वयं के के इत्युक्ते, गुणद्वयं कौ इत्युक्ते पक्षधर्मता अपि च व्याप्तिः. व्याप्तिद्विप्रकारकः, एका अन्वयव्याप्तिः, अपरा व्यतिरेकव्याप्तिः इति. कश्चित् हेतुः उभयाश्रयो भवति इत्युक्ते हेतु अन्वयव्याप्ति आश्रयः भवति कदाचित्, कदाचित् व्यतिरेक उभयाश्रयः भवति इत्युक्ते हेतुः कदाचित् कदाचित् हेतुः अन्वयव्याप्ति आश्रयः अपि भवति, व्यतिरेक आश्रयः अपि. युगपत् आश्रयद्वयं हेतोः भवितुमर्हति. कदाचित् एकमेव आश्रयः भवति, अन्वयव्याप्ति वा व्यतिरेकव्याप्ति वा. अतः हेतोः अपि त्रैविध्यं भवति, त्रैविध्यं भवति. प्रायः इत्युक्ते अन्वयव्याप्ति हेतुः, व्यतिरेकव्याप्तिहेतुः, उभयाश्रयः हेतुः प्रायः इति चिन्तयामि. तदेव सम्प्रति आह लिङ्गं त्रिविधम् इति. हेतु इत्युक्ते अत्र लिङ्गं, लिङ्गम् इत्युक्ते अस्मिन् उदाहरणे धूमः. यत् साध्यम् इच्छामः तस्य लिङ्गमस्ति धूमः अत्र अस्मिन् उदाहरणे. लिङ्गं त्रिविधम्, अन्वयव्याप्ति आश्रयः, व्यतिरेकव्याप्ति आश्रयः, अपि च उभय आश्रयः अपि. तत्र पक्षधर्मता भवति एकविधा एव इति इत्युक्ते किम्? पक्षधर्मता तस्य आश्रयः पक्षः एव, अन्यत् किमपि नास्ति. एकविधमेव तथा पर्वत एकविधं तथा व्याप्तिः द्विविधा, किन्तु पक्षधर्मता एकविधा एव. ओन्लि वन् टैप् तथा. आमाम् आम्. व्याप्तिः द्विविधा, तत्र यत् भवत्या उक्तम्, अन्यव्याप्तिः, व्यतिरेकव्याप्तिः, उभयव्याप्तिः, उभयाश्रयः इति. उभयव्याप्तिः, व्याप्तिः द्विविधा, किन्तु हेतु त्रिविधा. हेतोः त्रैविध्यं. व्याप्ति द्विविधा इति कृत्वा हेतोः त्रैविध्यं भवति. तावदेव पठितं, किञ्चित् तत्र स्थूलाक्षरं किञ्चित् पठितं, किन्तु अधिकं न उक्तं तत्र. एकवारं पठितुं शक्नुमः, एकवारं रौद्रिया भगिनी पठतु लिङ्गं त्रिविधम्. आं महोदय, लिङ्गं त्रिविधम् अन्वयव्यतिरेके केवलं केवल अन्वयी केवलव्यतिरेके व्यतिरेके च इति अन्वयेन व्यतिरेकेण च व्याप्तिं व्याप्तिम् अधन्वयव किं महोदय तत् व्याप्तिं व्याप्तिमत् तथा सम्यक् अस्तु व्याप्तिमत् अन्वयव्यतिरेके व्यतिरेकी यथा वन्नौ साध्ये धूमवत्वं यत्र धूम धूमः तत्र अग्निः यथा महानसम् इति अन्वयव्याप्तिः यत्र वह्निः नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद् इति व्यतिरेकव्याप्तिः अन्वय अन्वयमात्र व्याप्तिकं केवलम् अन्वयी यथा घट घट अभिधेयः प्रमेयत्वात् पटवत् अत्र प्रमेयत्व अभिधेयत्व अभिधेयत्वयोः व्याप्ति व्याप्तिरेका व्याप्तिर् व्याप्तिः नास्ति सर्वस्य एव प्रमेयत्वात् अभिधेयत्वाच्च व्यतिरेकमात्रव्याप्तिकं केवलं व्याप्तिरेके रेकी यथा क्षम्यतां व्यतिरेकी व्यतिरेकी कुत्रापि अन्यत्रापि व्याप्तिरेकी इति पठितवती चिन्ता अस्तु व्यतिरेकी व्याप्तिरेकमात्रव्याप्तिकं केवलं व्यतिरेकी यथा पृथिवीः पृथिवीतः पृथिवी इतरेभ्यो इतरेभ्यः अस्तु अस्तु पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् यदि इतरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलं न च इयं तथा तस्मात् न तथा तथेति अत्र यत् गन्धवत् तद् इतरे इतरभिन्न भिन्नम् इति अन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् केवलं त्रिविधम् अस्ति इति पठतु. तर्हि अपरा किञ्चित् चर्चा जाता तत्र भवन्तः स्वयं शृण्वन्ति चेत् सम्यक् एव. अस्तु अन्तिम 15 मिनिट्स् अथवा स्टार्टिङ्ग् 20 मिनिट्स् एण्डिङ्ग् 15 मिनिट्स् इति अस्तु शृणोमि महोदय. प्रश्नः अस्ति वा लक्ष्मी भगिनी? नास्ति महोदय, धन्यवादः. तर्हि स्थगयामः अत्र. आम् महोदय, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः.